पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 30 शेष उवाच अथ तेजपुरं प्राप्तस्तुरगःपत्रशोभितः यस्यां पालयदे राजा प्रजा सत्येन सत्यवान् अथ कोटिपरिवारो रघुनाथानुजस्ततः हयानुगो ययौ तस्य पुरतः पुरधर्षणः तद्दृष्ट्वा नगरं रम्यं चित्रप्राकारशोभितं काञ्चनैकलशैस्तत्र परितः प्रतिभासितं देवायतनसाहस्रैः सर्वतश्च विराजितं यदीनां तु मठास्तत्र शोभन्ते यदि पूरिताः वहत्यत्र महादेवी शिखिलोचनमूर्धका हंसकारण्डवाकीर्णा मुनिवृन्दनिषेविदा ब्राह्मणानां प्रत्यगारमग्निहोत्रभवः पुनः धूमस्तत्र पुनात्यङ्गपादकाप्लुतमानसान् उवाच सुमतिं राजा शत्रुघ्नः शत्रुतापनः तत्पुरप्रेक्षणोद्भूतहर्षविस्मितमानसः शत्रुघ्न उवाच मन्त्रिन् कथय कस्येदं पुरं मे दृष्टिगोचरं करोति मानसाह्लादं धर्मेण प्रतिपालितं शेष उवाच यदि वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतेः उवाच सुमति सर्वं यथा तथमनुद्धतं सुमतिरुवाच शृणुष्वा वहितस्वामिन्वैष्णवस्य कथाशुभाः या श्रुत्वा मुच्यते पापाद्ब्रह्म हत्या समादपि जीवन्मुक्तो वरीवर्ति रामाङ्घ्र्यम्बुजषट्पदः सत्यवान्यज्ञयज्ञाङ्गज्ञादाकर्ता विदा महान् धेनुं प्रसाद्य बहुभिर्व्रतैर्यं प्रापदत्पिता हृदं पराख्यो जगदिख्यातः परमधार्मिकः गौप्रसन्नाददौ पुत्रमनेकगुणसंस्कृतं सत्यवन्तं सुशोभाढ्यं तं जानीहि नृपोत्तमम् शत्रुघ्न उवाच को वा ऋतम्भरो राजा किमर्थं धेनुपूजनं कथं प्राप्तः सुतस्तस्य वैष्णवो विष्णुसेवकः सर्वमेधसमाचक्ष्व वैष्णवस्य कथानकं श्रुतं हरति जन्तूनां महापादकपर्वतं शेष उवाच इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महार्थकं कथयामास विशदं तदुत्पत्तिकथानकं ऋदम्भरो नरपतिरनपत्यः पुरा भवद कलत्राणि बहून्यस्य न पुत्रं प्राप तेषु वै तदा जाबालिनामानं मुनिं दैवादुपागतं पप्रच्छ कुशलोद्युक्तः स पुत्रोत्पत्तिकारणम् ऋदम्भर उवाच स्वामिन्वन्ध्यस्य मे ब्रूहि पुत्रोत्पत्तिकरं वचः यत्कृत्वा जायते पत्यं मम वंशधरं वरं तज्ज्ञात्वा भवतो भव्यं प्रकुर्यां निश्चितं वचः दानं व्रतं वा तीर्थं वा मखं वा मुनिसत्तम इति राज्ञो वच श्रुत्वा जगादमुनिसत्तमः सुतोत्पत्तिकरं वाक्यं प्रणतस्य सुतार्थिनः अपत्यप्राप्तिकामस्य सन्त्युपायास्त्रयप्रभो विष्णोः प्रसादो गोश्चापि शिवस्याप्यथवा पुनः तस्मात् त्वं कुरु वै पूजां धेनोर्देवतनोर्नृप यस्या पुच्छे मुखे शृङ्गे पृष्ठे देवाः प्रतिष्ठिताः सातुष्टा दास्यदिक्षिप्रं वाञ्छितं धर्मसंयुधम् एवं विदित्वा गोपूजां विधेहि त्वमृतं भर यो वै नित्यं पूजयदि गां गेहे यवसादिभिः तस्य देवाश्च पितरो नित्यं तृप्ता भवन्ति यो वै गवाह्निकं दद्यान्नियमेन शुभव्रतः तेन सत्येन तस्य स्युः सर्वे पूर्णा मनोरथाः तृषिता गौर्गृहे बद्धा गेहे कन्या रजस्वला देवता च स निर्माल्या हन्तिपुण्यं पुराकृतं यो वैगां प्रतिषिध्येद चरन्तीं स्वं तृणं नरः तस्य पूर्वे च पितरः कम्पन्ते पदनोन्मुखाः यो वै यष्ट्या ताडयति धेनुं मर्त्यो विमूढधीः धर्मराजस्य नगरं सयादि करवर्जितः यो वै दंशान्वारयति तस्य पूर्वे ह्यधो गदाः नृत्यन्ति मत्सुतो ह्यस्मां स्तारयिष्यति भाग्यवान् अत्रैवोदाहरन्तीममितैहासं पुरातनं जनकस्य पुरावृत्तं धर्मराज पुरेऽद्भुतम् एकदा जनको राजा योगेनासून् समत्यजद तदा विमानं सम्प्राप्तं किङ्किणीजालभूषितं तदारुह्य गदो राजा सेवकैरूढदेहवान् मार्गे जगामधर्मस्य संयमिन्याः पुरोन्दिके तदा नरककोडीषु पीड्यन्ते पापकारिणः जनकस्याङ्कपवनं प्राप्य सौख्यं प्रपेदिरे निरये दाहजापीडा जादैषां सुखकारिणी महादुःखं तदा नष्टं जनकस्याङ्गवायुना तदा तं निर्गतं दृष्ट्वा जन्तवपापपीडिताः अत्यन्तं चुक्रुशुर्भिदास्तद्वियोगमनिच्छवः ऊचुस्ते करुणां वाचं मा गच्छ सुकृतिन्नितः त्वदङ्गवायुसंस्पर्शात् सुखिनस्यामपीडिताः इति वाक्यं समाकर्ण्य राजा परमधार्मिकः मानसे चिन्तयामास करुणापूरपूरितः चेन्मत्तप्राणिनां सौख्यं भवेदिह तदा पुनः अत्रैव च पुरे स्थास्ये स्वर्ग एष मनोरमः एवं कृत्वा नृपस्तस्थौ तत्रैव निरयाग्रदः विदधत्प्राणिनां सौख्यमनुकम्पितमानसः तत्र धर्मस्तु सम्प्राप्तो निरयद्वारिदुःखदे कारयन्यादनास्तीव्रा नानापादककारिणाम् तदा ददर्श राजानं जनकं द्वारिसंस्थितं विमाने नमः पुण्यकारिणं दययायुधं तमु वाचप्रेतपतिर्जनकं सहसङ्गिरा राजन् कुतस्त्वं सम्प्राप्तः सर्वधर्मशिरोमणिः एतत्स्थानं पादगिनां दुष्टानां प्राणखादिनं नायान्ति पुरुषा भूप त्वातृशा पुण्यकारिणः अत्रायान्ति नरास्ते वै ये परद्रोहतत्पराः परापवादनिरताः परद्रव्यपरायणाः यो वै कलत्रं धर्मिष्ठं निजसेवापरायणम् अपराधादृते जह्यात् सनरोऽत्र समाव्रजेद मित्रं वञ्चयते यस्तु धनलोभेन लोभितः आगत्यात्र नरः पीडां मत्तः प्राप्नोति दारुणां यो रामं मनसा वाचा कर्मणा दम्भदोऽपि वा द्वेषाद्वाचोपहासाद्वा न स्मरत्येव मूढधीः तं बध्नामि पुनस्त्वेषु निक्षिप्यश्रपयामि च यै स्मृतो न रमानाथो नरकक्लेशवारकः तावत्पापं मनुष्याणामङ्गेषु नृपतिष्ठति यावद्रामं न रसना गृणादि कलिदुर्मदेः महापापकरा राजन्ये भवन्ति महामदे तानानयन्ति मद्भृत्यास्त्वादृशान् द्रष्टुमक्षमाः तस्माद्गच्छ महाराज भुङ्क्ष्व भोगाननेकशः विमानवरमारुह्य भुङ्क्ष्व पुण्यमुपार्जितम् इति वाक्यं समाकर्ण्यधर्मराजस्य तत्पदेः उवाच धर्मराजानं करुणापूरपूरितः जनक उवाच अहं गच्छामि नो नाथ जीवानामनुकम्पया मदङ्गवायुना ह्येते सुखं प्राप्ता स्म संस्थिताः ये तान्मुञ्चसि चेद्राजन् सर्वान्वै निरयस्थितान् ततो गच्छामि सुखितस्वर्गं पुण्यजनाश्रितं जाबालिरुवाच इति वाक्यमथाश्रुत्य जनकं प्रत्युवाच सः प्रत्येकं निर्दिशन् जीवान् निरयस्थाननेकशः धर्म उवाच अयं मित्रकलत्रं वै विश्वस्तमनुजग्मिवान् तस्मादेनं लोहशङ्गौ वर्षायुधमपीपचम् पश्चादेनं सूकराणां योनौ निक्षिप्य दोषिणं मानुषेष्वतार्योऽयं षण्डचिह्नेन चिह्नितः अनेन परदाराश्च बला दालिगिदा मुहुः तस्मादयं पच्यतेऽत्र रौरवे शतहायनम् अयं तु परकीयं स्वं मुषित्वा बुभुजे कृधिः तस्मादस्य करौ चित्त्वा पचेयं पूयशोनिते अयं सायन्तने प्राप्तमधिधिं क्षुधयार्दितं वाण्यापि नाकरोत् तस्य पूजनं स्वागतं न च तस्मादयं पादनीयस्तामिश्रें धनपूरिते भ्रमरैः पीडितो यादु यादनां शदहायनम् अयं तावत् परस्योच्चैर्निन्दां कुर्वन्न लज्जितः अयमप्यशृणोत्कर्णौ प्रेरयन् बहुशस्तुताम् तस्मादिमा वंशकूपे पतितौ दुःखदुःखितौ अयं मित्रदृगुद्विघ्नः पच्यते रौरवे भृशं तस्मादेतान् पापभोगान् कारयित्वा विमोचये त्वं गच्छ नरशार्दूल पुण्यराशि विधायकः जाबालिरुवाच एवं स निर्दिशन् जीवांस्तूष्णीमासाखकारिणः प्रोवाच रामभक्तोऽसौ करुणापूरिते क्षणः जनक उवाच कथं निरयन्निर्मुक्तिर्जीवानां दुःखिनां भवेद् तदाशु कथयत्वं वै यत्कृत्वा सुखमाप्नुयुः धर्म उवाच नैभिराराधितो विष्णुर्नैभिस्तस्य कथा श्रुताः कथं निरयनिर्मुक्तिर्भवेद्वै त पापकारिणां यदि त्वं मोजयस्येतान् महापापकरानपि तर्ह्यर्पय महाराज पुण्यं तत् कथयामि यद् एकदा प्रातरुद्धाय शुद्धभावेन चेदस्सा ध्यातश्रीरघुनाथोऽसौ महापापहराभितः रामरामेदि यच्चोक्तं त्वया शुद्धेन चेतसा तत्पुण्यमार्पयैतेभ्यो येन स्यान्निरयाच्युतिः जाबालिरुवाच यदच्छ्रुत्वा वचस्तस्य धर्मराजस्य धीमतः पुण्यं ददौ महाराज आ जन्म समुपार्जितम् यदा जन्म कृतैः पुण्यै रघुनाथार्चनोद्भवैः एतेषां निरयान्मुक्तिर्भवत्वत्र मनोरमा एवं कथयतस्तस्य जीवा निरयसंस्थिताः तत्क्षणान् निरयान्मुक्ता जादा दिव्यवपुर्धराः ऊचुस्ते जनकं राज्यं त्वत्प्रसादाद्वयं क्षणाद दुःखदान्निरयान्मुक्ता यास्यामः परमं पदं तान् दृष्ट्वा सूर्यसङ्गाशान्नरान्निरयनिसृतान् तुतोषचित्ते सुभृश्यं सर्वभूतदयापरः ते सर्वे प्रययुर्लोकं दिवं देवैरलङ्कृतम् जनकं तु प्रशंसन्तो महाराजं दयानिधिम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदाख्याने जनकेन नरकस्थप्राणिमोचनं नाम त्रिंशोऽध्यायः ॐ